पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 7 शौनक उवाच कथयस्वमहाप्राज्ञ गोलोकं यादिकर्मणा सुमदे तुस्तरात्केन जनसंसारसागराद राधायाश्चाष्टमी सूद तस्या माहात्म्यमुत्तमम् सूद उवाच ब्रह्माणं नारदो पृच्छत् पुरा चैतन्महामुने तच्छृणुष्व समासेन पृष्टवान् स इति द्विज नारद उवाच पितामहमहाप्राज्ञ सर्वशास्त्रविदाम्बर राधा जन्माष्टमी ताद कथयस्व महाग्रदः तस्या पुण्यफलं किं वा कृतं केन पुरा विभो अकुर्वदां जनानां हि किल्बिषं किं भवेद्विज केनैव दुविधानेन कर्तव्यं तद्व्रतं कदा कस्माज्जादा च साराधा तन्मे कथय मूलतः ब्रह्मोवाच राधा जन्माष्टमीं वत्स शृणुष्व सुसमाहितः कथयामि समासेन समग्रं हरिणा विना कथितुं तद्फलं पुण्यं न शक्नोत्यपि नारद कोटिजन्मार्जितं पापं ब्रह्महत्यादिकं महद कुर्वन्ति ये सहृद्भक्रिया तेषां नश्यति तत्क्षणाद् एकादश्यासहस्रेण यत्फलं लभते नरः राधा जन्माष्टमी पुण्यं तस्माच्छदगुणाधिकं मेरुतुल्यसुवर्णानि दत्त्वा यत्फलमाप्यते सहृद्राधाष्टमीं कृत्वा तस्माच्छदगुणाधिकं कन्यादानसहस्रेण यत्पुण्यं प्राप्यते जनैः पृषभानुसुताष्टम्या तत्फलं प्राप्यते जनैः गङ्गादिषु च तीर्थेषु स्नात्वा तु यत्फलं लभेद कृष्णप्राणप्रियाष्टम्या फलं प्राप्नोति मानवः एतद्व्रतं तु यः पापी हेलया श्रद्धयापि वा करोति विष्णुसदनं गच्छेत् कोटिकुलान्वितः पुरा कृतयुगे वत्सवरनारी सुशोभना सुमध्या हरिणी नेत्रा शुभाङ्गी चारुहासिनी सुकेशी चारुकर्णी च नाम्ना लीलावती स्मृता तया बहूनि पापानि कृतानि सुदृढानि च एकदा साधनाकाङ्क्षी निःसृत्य पुरतः स्वतः गतान्यनगरं तत्र दृष्ट्वा सुज्ञजनान् बहून् राधाष्टमी व्रतपरान् सुन्दरे देवतालये गन्धपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैफलैः भक्तिभावैः पूजयन्तो राधाया मूर्तिमुत्तमां केचिद् गायन्ति नृत्यन्ति पठन्ति स्तवमुत्तमं तालवेणु मृदङ्गाश्च वादयन्ति च के मुदा तांस्तांस्तथा विधान् दृष्ट्वा कौतूहलसमन्विता जगाम तत्समीपं सा प्रयच्च विनयान्विता भो भो पुण्यात्मनो यूयं किं कुर्वन्तो मुदान्विताः कथयध्वं पुण्यवन्तो मां चैव विनयान्वितां तस्यास्तु वदनं श्रुत्वा परकार्य हिते रदाः आरेभिरे तदा वक्तुं वैष्णवा व्रततत्पराः राधा व्रतिन ऊजुः भद्रे मासि सीताष्टम्यां जादा श्रीरधिकायतः अष्टमी साध्य सम्प्राप्ता तां कुर्वाम प्रयत्नदः गोखादजनितं पापं स्थेयजं ब्रह्मखादजं परस्त्रीहरणाच्चैव तथा च गुरुतल्पजं विश्वासखादजं चैव स्त्रीहत्याजनितं तथा एतानि नाशयत्याशुकृताया चाष्टमी नृणां तेषां च वचनं श्रुत्वा सर्वपादकनाशनं करिष्याम्यहमित्येव परामृश्य पुनः पुनः तत्रैव प्रतिभिः सार्धं कृत्वा सा व्रतमुत्तमं दैवात्सा पञ्चतां यादा सर्पखादेन निर्मला ततो यमाज्ञया दूदाः पाशमुद्गरपाणयः आगतास्तां समानेदुं बभं दुरधिकृच्छतः यदा नेदुं मनश्चक्रोर्यमस्य सदनं प्रति तदा गदा विष्णुदूदाशङ्खचक्रगदाधराः हिरण्मयं विमानं च राजहंसयुधं शुभं छेदनं चक्रधाराभिः पाश्यं कृत्वा त्वरान्विदा रथे चारोपयामासुस्तां नारीं गदकिल्बिषां निन्युर्विष्णुपुरं तेज गोलोकाख्यं मनोहरम् कृष्णेन राधया तत्र स्थिता व्रतप्रसादः राधाष्टमी व्रतं ताद यो न कुर्याच्च मूढधीः नरकान् निष्कृतिर्नास्ति कोटिकल्पशतैरपि स्त्रियश्च या न कुर्वन्ति व्रतमेदच्छुभप्रदं राधाविष्णो प्रदीकरम् सर्वपापप्रणाशनम् अन्ते यमपुरीं गत्वा पतन्ति नरके चिरं कदाचिज्जन्म चासाद्य पृथिव्यां विधवा ध्रुवं एकदा पृथिवी वत्स दुष्टशङ्खैश्च ताडिता गौर्भूत्वा च भृशं दीना चाययौ सा ममान्तिकम् निवेदयामास दुःखं रुदन्ती च पुनः पुनः तद्वाक्यं च समाकर्ण्य गतोऽहं विष्णुसन्निधिं कृष्णे निवेदितश्चाशु पृथिव्या दुःखसञ्चयः तेनोक्तं गच्छ भो ब्रह्मन् देवै सार्धं च भूतले अहं तत्रापि गच्छामि पश्चान्मम गणैः सह तच्छ्रुत्वा सहितो दैवैरागधपृथिवीतलं ततः कृष्णः समाहूय राधां प्राणगरीयसीम् उवाच वचनं देवि गच्छेऽहं पृथिवीतलं पृथिवी भारनाशाय गच्छ त्वं मर्त्यमण्डलम् इति श्रुत्वापि सा राधाप्यागदा पृथिवी ततः भाद्रे मासि सिदे पक्षे अष्टमी सम्निके तिथौ पृषभानोर्यज्ञभूमौ जादा सा राधिका दिवा यज्ञार्थं शोधितायां च दृष्टा सा दिव्यरूपिणी राजानं दमना भूत्वा तां प्राप्य निजमन्दिरं दत्तवान् महिषीं नीत्वा सा च तां पर्यपालयद इति ते कथितं वत्सत्वया पृष्टं च यद्वजः गोपनीयं गोपनीयं गोपनीयं प्रयत्नदः सूद उवाच य इदं शृणुयाद्भक्र्या चतुर्वर्गफलप्रदं सर्वपापविनिर्मुक्तश्चान्तेयादिहरेर्गृहम् इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे ब्रह्मनारदसंवादे श्रीराधाष्टमी माहात्म्यं नाम सप्तमोऽध्यायः ॐ